गुरुब्रह्मा गुरुविष्णुगुरुदेवो महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानः विषयः अस्ति तत्र पृथक्त्वम् अपि भेदः तयोः मध्ये वैलक्षण्यं वर्तते न वा किन्तु तस्य कृते वयं तत्र अवधिः इति विषयः तस्मिन् सन्दर्भे आगतः अतः वयं तत्र अवधिः नाम किम् अपि तत्र नियत अवधिकत्वं नाम किं निखिल अवधिकत्वं नाम किम् इति दृष्टवन्तः तत्र पृथक्त्वस्य निखिल अवधिकत्वं नास्ति इति जानीमः यतोहि तत्र घटः इति स्वीकुर्मश्चेत् घटः पठात् पृथक् तर्हि घटे तत्र पृथक्त्वम् इति वर्तते नाम तत्र पठात् पृथक् अतः पृथक्त्वम् इति घटे वर्तते किन्तु तत्र अवधिः अस्ति पटः किन्तु तत्र तथैव तत्र पुस्तक अपि अवधिः भवति पृथक्त्वस्य अतः तत्र पृथक्त्वस्य पटा अवधिकत्वं पटात् पृथक् घटः पटात् पृथक् इत्यतः तत्र पृथक्त्वं कीदृशम् इत्युक्ते तत्र पटा अवधिकत्वं पृथक्त्वस्य अस्ति तथैव पुस्तक अवधिकत्वम् अपि तत्र पृथक्त्वस्य अस्ति इति कृत्वा तत्र अनेकविध अवधिकत्वं तत्र पृथक्त्वस्य अस्ति तत्र अवधिसमुदायः एव वर्तते केवलम् एकः इति न अनेके अवधयः सन्ति इति कृत्वा तत्र अवधिसमुदायः वर्तते पृथक्त्वस्य किन्तु तस्मिन् तत्र अवधिसमुदाये तत्र घटस्य पृथक्त्वस्य अवधिसमुदाये साक्षात् घटः नास्ति यतोहि घटः घटात् पृथक् इति न वक्तुं शक्नुमः अपि तत्र घटः कपालात् पृथक् अपि न वक्तुं शक्नुमः इति कृत्वा तत्र घटस्य अवयवपरम्परायां तत्र ये पदार्थाः सन्ति ते सर्वे तस्मिन् समुदाये न वर्तन्ते किन्तु तान् विहाय तान् पदार्थान् नाम घट अवयवपरम्परायां ये पदार्थाः सन्ति तान् विहाय अन्ये सर्वे तत्र पदार्थाः तत्र अवधिसमुदाये वर्तन्ते इति वयं दृष्टवन्तः अतः तत्र बहु अनेकविध अवधिकत्वम् अस्ति किन्तु निखिल अवधिकत्वं नास्ति यतोहि अवधिसमुदायः अवधिसमुदाये सर्वे पदार्थाः सन्ति इति न वक्तुं शक्नुमः अतः तत्र पृथक्त्वस्य निखिल अवधिकत्वं नास्ति इति दृष्टवन्तः अपि तत्र नियत अवधिकत्वं नाम नियमेन अवधिकत्वं भवति न वा नाम तत्र घटः पृथक् इति वदनेन तत्र सम्पूर्णशब्दबोधः न जायते कस्मात् इति वक्तव्यमिति कृत्वा तत्र नियमेन अवधिः इति विषयः आगच्छति तत्र अतः पृथक्त्वस्य नियत अवधिकत्वम् इति अस्ति किन्तु तत्र संयोगस्य वा तत्र विभागस्य वा नियत अवैधिकत्वं नास्ति पृथक्त्वस्य नियत अवधिकत्वमस्ति भेदस्य नियत अवधिकत्वमस्ति इति वयं दृष्टवन्तः अतः इदानीं तत्र नियतावधिकत्वम् इति अपि अस्ति निखिलावधिकत्वम् इति अपि विषयः अस्ति अतः तयोः मध्ये तत्र सम्बन्धः वर्तते अथवा सम्बन्धः नास्ति इति इदानीं अग्रे चर्चा भवति अस्तु तर्हि अग्रे सरामः तर्हि तत्र हा योगेन्द्रमहोदय आरम्भं करोति वा तत्र तर्हि नियता महोदय न श्रूयते महोदय महोदय न श्रूयते महोदय सः प्रायशः आगच्छति इति मन्ये। हा इदानीं श्रूयते महोदय। श्रूयते महोदय, अस्तु। हा इदानीं श्रूयते। हा अस्तु, तर्हि नियत औदिकत्वं निखिल औदिकत्वम् अनयो महोदय पुनः न श्रूयते महोदय। अस्तु तत् तर्हि अन्य कोऽपि पठेत्। तर्हि तत्र शुभभगिनी भवती एव आरम्भं करोति वा? आं महोदय। नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? तर्हि नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः? नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यताम्। यद्विषयकप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वम्। पृथक्त्वस्थले घटः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते। केवलं घटः पृथक् इति कथनेन शब्दबोधः न जायते। घटः पृथक् तावदेव उच्यते चेत् वयं किं पृच्छामः? कस्मात्? काचन आकाङ्क्षा अवशिष्यते। घटः पटात् पृथक् इति कथनेन एव शब्दबोधः जायते। एवं च यत्र यत्र पृथक्त्वविषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव। तदर्थम् उक्तं यत् पृथक्त्वं नियतावधिकम्। तर्हि इदं नियतावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः? यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अस्ति, अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकम् अधिकत्वं नास्ति, कः सम्बन्धः इति चेत् तादृशं नास्ति। यद्यपि द्वयोः कश्चन सीमितसम्बन्धो वर्तते एव यः अधः दत्तः। यत् दत्तं तत् पठनीयं वा महोदय अग्रे? न एतावदेव भगिनि, एतदेव दीर्घः अस्ति अतः। अस्तु, हा तर्हि तत्र इदानीं विषयः नियतावधिकत्वम् इत्युक्ते किम् इति दृष्टवन्तः। यद् नियमेन यत्र नियमेन अवधिकत्वं भवति, निखिलावधिकत्वं किम् इति दृष्टवन्तः। तत्र निखिलावधिकत्वं न भवितुम् अर्हति इति, यतोहि तत्र इदानीम् एकमेकं वाक्यं नीत्वा पठित्वा वक्तुं प्रयत्नं करोमि। तर्हि तत्र तर्हि नियतावधिकत्वं निखिलावधिकत्वम् अनयोः कः सम्बन्धः इति। नियतावधिकत्वम् इत्यस्य अर्थः स्मर्यताम्। हा नियतावधिकत्वम् इत्युक्ते तत्र यत्र यथा दृष्टवन्तः तत्र भेदः अपि पृथक्त्वम् इत्यत्र नियमेन अवधिः भासते, नियमेन अवधिः भवति, किन्तु पतनम् इत्यत्र यतोहि पतनम् इति द्विनिष्ठः इति कृत्वा तत्र संयोगः। अस्तु, हा हा हा, संयोगः विभागः संयोगः इति खलु महोदय? हा विभागः संयोगः द्विनिष्ठौ इति। हा तत्र नियतावधिकत्वं नास्ति इति, सम्यक् वा? अपि च यद्विषयकप्रत्यये नियमेन अवधिः भासते तत् नियतावधिकत्वं। हा तदेव तत्र पृथक्त्वे भेदे नियतावधिकत्वं भवति। पृथक्त्वस्थले यत् विषयकप्रत्यये इत्यत्र नाम यस्य विषयकप्रत्यये नाम तत्र यत् यद् विषयकप्रत्यये नियमेन इत्युक्ते तत्र घटविषयकः घटः पटात् पृथक् इति प्रत्यये प्रत्यये भवति, अथवा घटः पटः न इति अन्योन्य अभावस्य विषयप्रत्यये अपि भवति इति अस्ति। अपि च पृथक्त्वस्थले घटः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते तत्र हा तत् तदेव तत्र अन्योन्य न तत्र पृथक्त्वं घटः पटात् पृथक् इति कथनेन एव प्रत्ययः जायते इत्युक्ते तत्र किं तत्र ज्ञानं भवति इति तत्र सर्वदा तत्र साधारणतया लोके तत्र अवधिः अपि तस्य अपि तत्र तत्र वयं वदामः तत्र अवधिः कः इति अवधिना सह एव तत्र प्रयोगः भवति यतोहि तत्र पटात् इति उक्तत्वात् तत्र पटः अवधिः भवति इति अस्माकं ज्ञानं जातम् अतः अपि च तस्य पृथक्त्वं घटे अस्ति इति अवधिः अस्ति केवलं घटः पृथक् किन्तु इदानीं केवलं वयं घटं पृथक् इति वदामः चेत् अस्माकं तत्र प्रत्ययः न जायते ज्ञानं न भवति यतो सम्पूर्णज्ञानं शब्दबोधः न भवति तत्र साकाङ्क्षः इत्युक्ते आकाङ्क्षा इत्युक्ते तत्र अस्माकं जिज्ञासा भवति एव कस्मात् पृथक् इति अतः तत्र पूर्णत्वं नास्ति तस्मिन् वाक्ये घटः पृथक् इति तावदेव उच्यते चेत् तर्हि तत्र कस्मात् इति प्रश्नः अवश्यं भवति एव काकाङ्क्षा भवति एव अपि च पट्रात् पृथक् इति कथनेन एव शब्दबोधः किं तत्र घटः पटात् पृथक् इति कथनेन एव शब्दबोधः जायते यतोहि तत्र कस्मात् इति प्रश्नस्य उत्तरं इष्टं भवति एवं च यत्र यत्र पृथक्त्वविषय विषयकप्रत्ययः जायते तत्र तत्र कश्चन अवधिः भवति एव तत्र यथा घटपटात् पृथक् अथवा अन्यत् किमपि भवति चेत् पुस्तकं घटात् पृथक् वृक्षः घटात् पृथक् यत्र यत्र तादृशं वाक्यं रचयामः तत्र अवधिः भवति इति जानीमः प्रत्ययस्य नाम पृथक्त्वविषयकप्रत्ययस्य आकृतिः सर्वदा तत्र एकः पदार्थः अन्यस्मात् पृथक् इति एव तत्र आकृतिः भवति अपादानं भवेत् तत्र अवधिः विभागः तत्सर्वं तस्य बोधनं भवति तदर्थम् उक्तं यत् पृथक्त्वं नियत अवधिकम् अतः एव तत्र पृथक्त्वम् इति नियत अवधिकम् इति दृष्टवन्तः तर्हि इदं नियतावधिकत्वम् अपि च यत् निखिलावधिकत्वं यस्य विषये अधुना चर्चा जाता तयोः कः सम्बन्धः इति निखिलावधिकत्वम् इत्युक्ते तत्र पृथक्त्वे घटस्य उदाहरणं स्वीकृत्य दृष्टवन्तः पृथक् घटस्य पृथक्त्वे घटः कपालः कपालिका अथवा घटपरमाणु ते सर्वे न भवितुम् अर्हन्ति इति तत्र अतः तत्र निखिलावधिकत्वं पृथक्त्वे न भवति इति तत्र किं तत्र निर्णयः जातः निखिलावधिकत्वं कदापि न भवितुम् अर्हति यतोहि एकस्मिन् देशे यस् यत् यः कोऽपि द्रव्यम् अस्ति यत् किमपि द्रव्यम् अस्ति तस्य देशं विहाय अन्यपदार्थाः अवधिरूपेण पृथक्त्वे भवितुम् अर्हन्ति किन्तु स्वस्मिन् स्व अवयवाः न भवन्ति अतः निखिलम् इति न आगच्छति अतः न भवति इति किन्तु इदानीं निखिलावधिकत्वम् अपि च नियतावधिकत्वम् एतनयोः इत्यनयोः सम्बन्धः कः इति प्रश्नः यत्र नियत अवधिकत्वम् अस्ति तत्र इदानीं तत्र अग्रे पश्यामः किन्तु क्षम्यताम् नियत अवधिकत्वम् अस्ति तत्र निखिलावधिकम् अस्ति इति अस्ति वा अथवा यत्र नियत अवधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति इति सम्बन्धः अस्ति वा इति चेत् तादृशं नास्ति एव यद्यपि द्वयोः कश्चन सीमितसम्बन्धः वर्तते एव यः अधः दत्तः इति इदानीं पश्यामः. अतः तत्र समीचीनं, बहु समीचीनं भगिनि. अतः तत्र यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं नास्ति इति स्थितिः वा, अथवा यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वम् अपि भवति इति अस्ति वा इति चेत् तादृशः सम्बन्धः नास्ति. नास्ति नाम तत्र विरोधः, यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं न भवितुम् अर्हति, तत्र विरोधः नाम तत्र घटः अपि घटस्य अभावः, तयोः मध्ये विरोधः वर्तते खलु, नाम एकः अस्ति अन्यः नास्ति इति. तादृशः विरोधः अपि नास्ति, अपि यत्र एकः अस्ति तत्र अन्यः अपि अस्ति इति तादृशः अपि नास्ति. नाम तत्र व्याप्यकारण इति वक्तुं शक्यते, अथवा व्याप्यव्यापकः भावः, नाम एकः अस्ति, नाम यत्र यत्र धूमः तत्र तत्र वह्निः इति, तादृशः अपि नास्ति. व्याप्यव्यापकः सम्बन्धः अपि नास्ति, विरोधसम्बन्धः अपि नास्ति, नास्ति तयोः. अतः तत्र कश्चन सीमितसम्बन्धः तु वर्तते, किन्तु सः कः इति अग्रे तस्य विवरणं भवति. इति अस्ति. समीचीनं भगिनि, धन्यवादः. धन्यवादः. अस्तु, अस्तु अग्रे तर्हि तत्र अग्रे तर्हि अग्रे तत्र मृणालिनी भगिनी अग्रे पठति वा. नियतावधिक तत् पठामि अग्रे. सत्यं भगिनि, अतः एव. नियतावधिकत्वं निखिलावधिकत्वम् अनयोः परस्परं कः सम्बन्धः इति अवलोकयाम. नियतावधिकत्वम् इत्यनेन यत्र यत्र कस्यचित् विषयस्य प्रतीतिः जायते तत्र तत्र तस्यां प्रतीतौ अवधिः नियमेन भवति. सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति. यत्र भवति तत्र अवधिः तस्यां प्रतीतौ अवश्यमस्ति. यत्र च तद्विषयकप्रतीतिः न जायते तत्र अवधिः भवति न वा इति प्रश्नः तु न उदेति. किन्तु निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति जगति सर्वत्र भवति एव. जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति. अग्रे वा पठामि? तावदेव. तर्हि नियतावधिकत्वं तथा निखिलावधिकत्वम् अनयोः सम्बन्धः वर्तते न वा इति अस्माकं चिन्तनं. नियतावधिकत्वम् इत्यनेन यथा इदानीम् उक्तं खलु, घटः पृथक्, तर्हि कस्मात् पृथक् इति प्रश्नः उदेति खलु. तर्हि तत् नियतावधिकत्वम् इति अस्माकं चिन्तनं. कस्यचित् विषयस्य प्रतीतिः जायते तत्र तत्र तस्यां प्रतीतौ अवधिः नियमेन भवति. तर्हि पृथक्मात् पृथक् इति प्रश्नः सर्वदा भवति. सर्वत्र तच्चयकप्रतीतिः भवते भवेत्. अतः इदानीं कस्य अस्ति नियतावधिकत्वम्? सर्वत्र तद्विषयकप्रतीतिः भवेत् इति नास्ति. यत्र भवति तत्र नाम तत्र घटः पठात् पृथक् इति भवति, किन्तु घटः कपालात् पृथक् इति प्रतीतिः न भवति खलु. स्व अवयेषु न भवति. तर्हि यत्र च तद्विषयकप्रतीतिः न जायते तत्र अवधिः भवति न वा इति प्रश्नः तु न उदेति. यत्र यत्र प्रतीतिः अस्ति तत्र अवधिः भासते, यत्र प्रतीतिः नास्ति. नाम तत्र पृथक् इति विषयः एव नास्ति, तत्र अवधिः अवधि इति विषयः तत्र न मनसि न आगच्छति तत्र प्रश्नः एव न उदेति किन्तु निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव आम् सत्यम् निखिलावधिकत्वम् अर्थात् घटः पटात् पृथक् पुस्तकात् पृथक् पटाला पटात् पृथक् इति एतादृशं खलु निखिलावधिकत्वं जगति विद्यमान सर्वेषु वस्तुषु भवति स्व अवयविहाय इति किन्तु निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव जगति तासु प्रतीतिषु च अवधिः नियमेन सदा भवति तर्हि तेन वयं किम् अवगच्छामः नाम यत्र निखिलावधिकत्वम् अस्ति नाम निखिलावधिकत्वम् अस्ति चेत् तत्र कस्य तत्र पृथक्त्वस्य नास्ति इति जानीमः किन्तु केवलं चिन्तनार्थम् एतादृशं चिन्तनं भवतु तत्र अस्तु पृथक्त्वस्य निखिलावधिकत्वम् अस्ति चेत् तर्हि तत्र अवधिः तत्र भवति एव यत्र यत्र अथवा तत्र भेदः इति स्वीकुर्मः भेदः इति स्वीकुर्मः भेदस्य निखिलावधिकत्वम् अस्ति इति चिन्तयामः तर्हि तत्र घटः पठात् भिन्नः इति तत्र तर्हि पटः अपि तत्र अवधिरूपेण भवति भेदस्य निखिल अवधिकत्वम् अस्ति चेत् भेदस्य यत्र यत्र भिन्नः अत्र एकः भिन्नः इति वदामश्चेत् तत्र अवधिः भवति एव खलु भवति अतः तत्र यत्र निखिलावधिकत्वम् अस्ति तत्र नियतावधिकत्वं भवेत् खलु आम् यदा वयं वदामः यज्ञदत्तः भिन्नः बालकः अतः तत्र यदि तत्र भेदस्य निखिलावधिकत्वम् अस्ति चेत् तर्हि भेदस्य नियतावधिकत्वं भवेत् पृथक्त्वस्य निखिलावधिकत्वम् अस्ति चेत् पृथक्त्वस्य नियतावधिकत्वं भवेत् अतः एव तत्र अत्र उक्तं यत्र निखिलावधिकत्वम् अस्ति तत्र अवधिः नियमेन सदा भवति नाम तत्र नियतावधिकत्वं भवति खलु इति उक्तम् यत्र निखिलावधिकत्वम् अस्ति तत्र नियतावधिकत्वं भवति खलु इति उक्तं सत्यं वा अतः तत्र अस्माकं चिन्तनं किं तत्र तयोः मध्ये कः सम्बन्धः इति अतः इदानीं किञ्चित् भासते नाम यत्र निखिलावधिकत्वम् अस्ति तत्र नियतावधिकत्वं भवति इति अस्ति अस्तु समीचीनं भगिनि हा अस्तु अग्रे सरामः तर्हि विमला भगिनी नमस्कारः नमस्ते महोदय हा नमस्कारः भगिनि तत्र यदि भवती वक्तुं शक्नोति चेत् वदतु नो चेत् चिन्ता मास्तु आं महोदय वदामि नियमेन अस्तु ततः वा अस्य सर्वस्य अस्य सर्वस्य सत्यम् अस्य सर्वस्य परिशीलनेन कश्चन सीमितसम्बन्धः स्फुरति यस्य नियत अवधिकत्वं नास्ति तस्य निखिल अवधिकत्वं तु न सम्भवति एव यस्य च नियत अवधिकत्वम् अस्ति तस्यैव निखिल अवधिकत्वसम्भावना वर्तते अधुना नियत अवधिकत्वम् अस्ति चेत् निखिल अवधिकत्वम् अस्ति अपि स्यात् तत्र पर्यन्तं किन्तु नितरां न भवति अपि च यस्य निखिल अवधिकत्वं तस्य च नियत अवधिकत्वम् इति तादृशं किमपि नास्ति ओ अस्तु एतत् सर्वम् अस्माभिः चर्चितम् एवं भासते यत् सम्बन्धः सीमितः अस्ति इति निखिलावधिकत्वम् अस्ति तत् नियतावधिकत्वं तु अवश्यं भवति इति अस्माकं विचारः परन्तु यत्र नियत अवधिकत्वं नास्ति तत्र निखिल अवधिकत्वमपि च न सम्भवति खलु हा आम् आम् यदि अवधि नास्ति निखिलवधिकत्वं कथं भवति यस्य च नियत अवधिकत्वम् अस्ति तस्य एव निखिल अवधिकत्वं भवेत् इति अस्माकं सम्भावना अधुना नियत अवधिकत्वम् अस्ति चेत् निखिलवधिकत्वमपि स्यात् स्यात् इति भवेत् परन्तु न भवति नितरां न भवति कदापि न भवति इति अस्ति खलु वयं तत्र पृथक्त्वस्य उदाहरणं स्वीकृत्य वयं दृष्टवन्तः तत्र पृथक्त्वस्य नियता अवधिकत्वम् अस्ति खलु पृथक्त्वस्य नियतावधिकत्वम् अस्ति परन्तु निखिलावधिकत्वं नास्ति नास्ति अतः तत्र नियतावधिकत्वं भवति चेदपि निखिलावधिकत्वं भवति इति तत्र निश्चयः नास्ति निश्चयं नास्ति अत्र अन्तिमवाक्यमस्ति अपि च यस्य निखिल अवधिकत्वं तस्य च नियत अवधिकत्वम् इति तादृशं किमपि नास्ति इति उक्तम् इत्युक्ते यदि निखिल अवधिकत्वम् अस्ति परन्तु नियत अवधिकत्वम् इति वक्तुं न शक्नुमः एतत् न अवगतं महोदय हा तत् पश्यामः सत्यं भगिनि हा सत्यं सत्यं हा नाम तत्र यत्र निखिलावधिकत्वम् अस्ति तत्र वयं चिन्तयामः तत्र नियतावधिकत्वं भवेत् इति किन्तु तत्र इति तत्र यस्य नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वं तु न सम्भवति इति उक्तं तर्हि तत्र निखिलावधिकत्वं भवेत् किन्तु नियतावधिकत्वं नास्ति इति तत्र इति तादृशं किमपि नास्ति तर्हि तदपि भवितुम् अर्हति नाम इत्युक्ते यद्यपि निखिलावधिकत्वम् अस्ति तदापि नियतावधिकत्वं तत्र अस्ति इति वक्तुं न शक्नुमः सत्यं हा अतः तत्र कथम् इति अग्रे पश्यामः हा किन्तु तत्र किं एतावत्पर्यन्तं वयं निखिलावधिकत्वं कस्य अस्ति एकम् उदाहरणं न दृष्टं खलु एकम् उदाहरणं सत्यं भगिनि न उत्तमप्रश्नः नाम तत्र निखिलावधिकत्वं यस्य कोऽपि यस्यापि निखिलावधिकत्वं नास्ति चेत् तर्हि तस्य विचारः निरर्थकः खलु सत्यमेव उत्तमप्रश्नः नाम तत्र महोदय तत्र सम्भावना इति दत्तं खलु निखिलावधिकत्वसम्भावना इत्युक्ते पोटेन्शियालिटि अस्ति इति सत्यं नाम तत्र नियतावधिकत्वं नास्ति चेत् तत्र निखिलावधिकत्वं न भवति खलु सम्भावना इति दत्तं न पूर्वं वयं दृष्टवन्तः नाम तत्र यत्र निखिलावधिकत्वम् अस्ति इत्युक्तौ तत्र प्रतीतिषु अवधिः नियमेन सदा भवति इति उक्तं खलु तर्हि तत्र अवधिः नियमेन सदा भवति तर्हि तत्र निखिलावधिकत्वम् अस्ति चेत् तत्र नियता अवधिकत्वं भवेत् पूर्वस्मिन् परिच्छेदे अत्र अन्तिमवाक्यं निखिलावधिकत्वम् इत्युक्तौ तद्विषयप्रतीतिः जगति सर्वत्र भवति एव जगति तासु प्रतीतिश्च अवधिः नियमेन सदा भवति निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति इत्युक्ते तत्र प्रतीतिः इति ज्ञानम् इति भवेत् अपि तत्र तद्विषयकप्रतीतिः जगति सर्वत्र भवति एव इत्यपि तत्र प्रतीतिः जगति सर्वत्र भवति इति नास्ति इति तस्य अर्थः तत्र अहं चिन्तयामि तत्र नाम सर्वे पदार्थाः तत्र अवधिरूपेण स्वीकर्तुं शक्नुमः इति हा इत्युक्ते तत्र अस्तु अहं चिन्तितवती निखिलावधिकत्वम् इत्युक्तौ तद्विषयकप्रतीतिः जगति सर्वत्र भवति इति प्रतीतिः भवति इति इत्युक्ते ज्ञानं भवति इति तत्र प्रतीतिः नाम तत्र घटः पठात् पृथक् इति प्रतीतिः एका प्रतीतिः खलु हा प्रतीतिः भवति एव जगति तासु प्रतीतिषु च अवधिः नियमेन तदा भवति इति अस्तु तासु प्रतीतिषु इत्युक्ते तस्मिन् ज्ञाने इति वा तस्मिन् ज्ञाने तस्मिन् ज्ञाने नाम तस्यां ज्ञाने तत्र अवधिः नियमेन भासते नियमेन सदा भवति नाम तत्र अतः तत्र यदि वयं चिन्तयामः तत्र पृथक्त्वस्य निखिलावधिकत्वम् अथवा वेदस्य निखिलावधिकत्वम् अस्ति इति केवलम् उदाहरणार्थं चिन्तयामश्चेत् तर्हि तत्र निखिलावधिकत्वम् अस्ति इत्युक्त्वा तत्र सर्वे पदार्थाः अवधिरूपेण स्वीकर्तुं शक्नुमः अपि अवधिः इति भवति एव तत्र तस्य हा तथा स्वीकृतं चेत् भवति हा अतः तत्र अवधिः इति यत्र यत्र तादृशविषयकप्रतीतिः भवति तत्र अवधिः इति विषयः नियमेन आगच्छति एव अतः यत्र निखिलावधिकत्वम् अस्ति तत्र नियतावधिकत्वम् अपि अस्ति इति भवति खलु अस्तु अस्तु हा अतः एव तत्र अतः तत्र सर्वस्य अस्य सर्वस्य परिशीलनेन सीमितसम्बन्धः स्फुरति सम्बन्धः कः सीमितसम्बन्धः कः स्फुरति यस्य नियतावधिकत्वं नास्ति तस्य निखिलावधिकत्वं तु न सम्भवति एव इति तर्हि तत्र अतः तत्र संयोगस्य नियतावधिकत्वं नास्ति तर्हि तस्यापि निखिलावधिकत्वं न सम्भवति इति आगतः खलु तत्र यत्र नियतावधिकम् अस्ति यथा पृथक्त्वे भेदे तत्र निखिलावधिकत्वं सम्भावना वर्तते इति हा तत्र एव निखिलावधिकत्वस्य सम्भावना वर्तते यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वस्य सम्भावना एव नास्ति इति अस्ति हा अतः यस्य च नियतावधिकत्वम् अस्ति तस्यैव निखिलावधिकत्वस्य सम्भावना वर्तते इदानीं तत्र यत्र नियतावधिकत्वम् अस्ति तर्हि तत्र यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वं नास्ति तद् अङ्गीकुर्मः इदानीं यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं भवति वा इति प्रश्ने तत्रापि नास्ति यतोहि तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति किन्तु निखिलावधिकत्वं नास्ति नास्ति अतः तत्र अहम् आचार्य परमाणुविषयक उदाहरणं मम मनसि आयाति प्रत्येकस्मिन् परमाणु विशेष इति गुणं स्वीकृत्य वयं तत्र भेदं पूर्वं कृतवन्तौ खलु सत्यं परमाणु अन्यस्मात् परमाणुतः वा परमाणुतः भिन्नः इति तत्र इति एव चिन्तनं मम मनसि इदानीम् पश्यामः समीचीनं चिन्तनं पश्यामः समीचीनं चिन्तनमेव तर्हि तत्र योगेन्द्रमहोदय अपि उक्तवान् तत्र प्रायशः तत्र चित्रं कुर्मश्चेत् समीचीनं भवति इति मन्ये नाम तत्र वयं चिन्तयामः तत्र लोकः अत्र अस्ति इति तर्हि तत्र अत्र नियतावधिकत्वम् अस्ति इति चिन्तयामः तत्र वयमपि निखिलनियत किं कुर्मः नियता इति ये इति चिन्तयामः एतद् बि इति चिन्तयामः तत्र ए नाम नियतावधिकत्वं बि नाम निखिलावधिकत्वं तत्र ए अत्र एव अस्ति अत्र ए नास्ति इत्युक्ते तत्र अत्रापि बि नास्ति तर्हि तत्र हा तर्हि तत्र तत्र खलु नाम अत्र नियतावधिकत्वम् अस्ति नियतावधिकत्वस्य नियतावधिकत्व स्वस्य क्षेत्रम् इति चिन्तयामः अपि अत्र नियतावधिकत्वं नास्ति अत्र नियतावधिकत्वम् अस्ति नाम तत्र अत्र पृथक्त्वम् अत्र भवेत् किन्तु संयोगः बहिः अस्ति तत्र एतत् केवलं प्रदर्शयति तत्र नियतावधिकत्वस्य क्षेत्रं तर्हि पृथक्त्वम् अत्र अस्ति भेदः अत्र अस्ति किन्तु अत्र संयोगः विभागः यतोहि तेषां नियतावधिकत्वं नास्ति अतः तत्र यत्र नियतावधिकत्वं नास्ति तत्र निखिलावधिकत्वमपि नास्ति अपि यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्वं भवति इति नास्ति अतः निखिलावधिकत्वस्य क्षेत्रं तत्र एतादृशम् अस्ति इति मन्ये किन्तु एतदपि उक्तम् अन्ते यस्य निखिलावधिकत्वं तस्य न नियतावधिकत्वम् इति तादृशमपि किमपि नास्ति इति अतः तत्र अन्तिमवाक्यं तत्र कथं भवति इति अग्रे पश्यामः किन्तु इदानीम् एतादृशम् इति मन्ये किन्तु पश्यामः एतत् चित्रं सम्यक् न वा इति अस्तु विमला भगिनी तर्हि तत्र अन्तिमवाक्यस्य एव तत्र अस्माकं भ्रमः खलु भ्रमः इत्युक्ते कथं तद्भवति इति यदि निखिलावधिकत्वम् अस्ति तर्हि नियत अवधिकत्वं भवेत् खलु अवधि निखिलावधिकत्वस्य सर्वमेव अवधि भवति तर्हि नियत नियमेन अस्ति नियत अवधि इति एव उक्तम् अपि पूर्वं तत्र अतः न जानीमः पश्यामः अस्तु अस्तु धन्यवादः भगिनि अग्रे पश्यामः तर्हि तत्र अग्रे नरसिंहगडे महोदय अग्रे पठति वा आम् महोदय पूर्वञ्च उक्तं यत् पृथक्त्वं नियतादिकत्वम् अधुना उच्यते यत् पृथक्त्वम् अनेकावधिकत्वं यः सीमा सीमितसम्बन्धः नियत अवधिकत्वनिखिलावधिकत्वयोः अस्ति तादृशः किन्तु नियतादिकत्व अनेकावधिकत्वयोः न भवति एकस्य अर्थः अपरस्मात् नितरां भिन्नः पृथक्त्वस्य संयोगस्य च दृष्टान्तं परिशील्य पाठकेन प्रतिपादनीयम् अत्र पूर्वञ्च उक्तं यत् पृथक्त्वं नियत अवधिकत्वं पृथक्त्वमिति नियमेन अवधि भवति तत्र पृथक्त्वं यदि किञ्चित् पृथक् इति वदामः चेत् कस्मात् इति प्रश्ने वदति अतः तत्र नियतादिकत्वं सर्वदा भवति अधुना उच्यते यत् पृथक्त्वम् अनेकावधिकत्वं पुनः एकं परिभाषा आगच्छति अत्र अन्यत् परिभाषा अनेकावधिकत्वम् इति यः सीमितसम्बन्धः निखिलावधिकत्वम् अनन्तरं नियतावधिकत्वं तत्र तयोः मध्ये वर्तते यत्र नियतावधिकत्वम् अस्ति तत्र निखिलावधिकत्व यत्र निखिलावधिकत्वं भवति तत्र नियतावधिकत्वं न भवति अथवा न भवति इति पूर्वं वयं दृष्टवन्तः यत्र नियतावधिकत्वं भवति तत्र निखिलावधिकत्वमपि न भवितुमर्हति कदापि भवितुमर्हति कदापि न भवितुमर्हति इति वयं दृष्टवन्तः इदानीं तयोः मध्ये सीमितसम्बन्धः अस्ति परन्तु इदानीं नियत अवधिकत्वम् अनेक अवधिकत्वयोः न भवति तत्र यथा यः सम्बन्धः नियत अवधिकत्व अनन्तरं निखिल अवधिकत्वमध्ये अस्ति तादृशसम्बन्धः नियत अवधिकत्व अनन्तरम् अनेक अवधिकत्वमध्ये न भवति कीदृशसम्बन्धः भवति इति अग्रे द्रष्टव्यम् इति अस्ति एकस्य अर्थ अपरस्मात् तत्र भिन्न यदि नियत अवधिकत्वम् अनन्तरम् अनेक अवधिकत्वम् इति वदामः चेत् तयोः मध्ये किमपि सम्बन्धं नास्ति यथा नियतानन्तरं निखिलमध्ये भवति तादृशं सम्बन्धः अत्र न भवति कीदृशसम्बन्धः अस्ति इति एते परिशीलनं पृथक्त्वस्य संयोगस्य च दृष्टान्तं परिशील्य पाठकेन प्रतिपादनीयम् अस्ति इति दत्तमस्ति अत्र अस्माकं प्रतिपादनीयम् अस्ति नियतावधिकत्वमध्ये कीदृशसम्बन्धः अस्ति तर्हि तत्र किञ्चित् चिन्तनं भवेत् महोदय तर्हि तत्र पृथक्त्वस्य नियतावधिकत्वम् अस्ति वा पृथक्तो तु नियतादिकत्वं तु सर्वदा भवति अस्ति अस्ति अपि पृथक्त्वस्य तत्र अनेक अवधिकत्वमपि अस्ति वा अनेक अवधिकत्वमपि भवितुमर्हति भवति तर्हि पृथक्त्वस्य तत्र नियतावधिकत्वमपि अस्ति अनेक अवधिकत्वमपि अस्ति इदानीं संयोगस्य संयोगस्य नियतावधिकत्वं नास्ति संयोगस्य नियतावधिकत्वं नास्ति किन्तु तत्र अनेक अवधिकत्वं नास्ति वा तत्र नास्ति कथं नियतावधिकत्वमेव नास्ति अतः अनेक अवधिकत्वं न भवति न न किन्तु अवधिः इति भवति खलु तत्र आरोप्यते खलु तत्र अवधिः इति संयोगस्थले अवधिः इति भवति नियमेन न भवति किन्तु अवधिः इति केन संयुक्तः इति प्रश्नः वदति केन संयुक्तः इत्युक्ते संयोगे अवधिः अस्ति तर्हि अपि तत्र हस्तपुस्तकयोः संयोगः स्वीकुर्मश्चेत् वयं वदामः तत्र हस्ते विद्यमानः संयोगः अपि तत्र पुस्तके विद्यमानः संयोगः इति तदा तत्र हस्ते विद्यमानस्य संयोगस्य अवधिः पुस्तकम् इति स्वीकुर्मः खलु तदा केवलं केवलम् आरोपणं नाम तत्र साक्षात् एकः एव संयोगः किन्तु वयम् अस्माकं चिन्तनम् अत्र अस्ति अस्तु एषः संयोगः पुस्तके विद्यमानः संयोगः हस्ते विद्यमानात् संयोगात् तत्र भिन्नः इति अतः तत्र वयम् अवधिः इति स्वीकुर्मः नाम एषः संयोगः हस्ते एव अस्ति पुस्तके नास्ति इति चिन्तनं भवति तदा अतः आरोप्यते अतः तत्र अवधिः भवति संयोगस्य खलु अतः तत्र हस्तपुस्तकयोः संयोगः तर्हि हस्ते विद्यमानसंयोगस्य अवधिः पुस्तकम् इति भवति तर्हि हस्तः अपि तत्र इदानीं घटः तर्हि पुनः हस्ते विद्यमानस्य संयोगस्य अवधिः घटः इति भवितुम् अर्हति पटः इति भवितुम् अर्हति अतः तत्र संयोगस्यापि अनेक अवधिकत्वम् अस्ति खलु अतः तत्र नियतावधिकत्वम् अस्ति न वा अनेक अवधिकत्वं भवितुमर्हति किन्तु तत्र एतावत् वयं किमपि न जानीमः यत्र अनेक अवधिकत्वं नास्ति खलु नाम यत्र अवधिः इति भासते तत्र अनेकविध अवधिः इति एव अस्ति एतावत् खलु अतः तत्र केवलम् एकविध अवधिः इति किमपि वयं न वक्तुं तादृशदृष्टान्तं न एतावत् न आगतम् अस्तु किन्तु तत्र एतावत् किम् अवगच्छामः तत्र एतावधिकत्वम् अस्ति चेत् अनेक अवधिकत्वं भवति अथवा एतद् नास्ति चेत् अनेक अवधिकत्वं भवति इति अपि नास्ति नियतावधिकत्वम् अस्ति अनेक अवधिकत्वमपि अस्ति नियतावधिकत्वं नास्ति अनेक अवधिकत्वमपि अस्ति अतः तत्र सम्बन्धः किञ्चित् भिन्नः इति वक्तुं शक्नुमः पूर्वं वयं किं पठितवन्तः इत्युक्ते संयोगविभागविषये तत्र सदा प्रश्नः न आगच्छति फलं पतति चेत् पततु भवतु कस्मात् इति प्रश्नः सर्वदा नागच्छति परन्तु पृथक् इति वदामः चेत् सर्वदा कस्मात् पृथक् इति प्रश्नः आगच्छति अतः तत्र संयोगस्य विषये तत्र केवलं तत्र आरोपणं साक्षात् न भासते अतः तत्र आकाङ्क्षा न उदेति तत्र आकाङ्क्षा वयं वक्तुमपि न शक्नुमः तु न वक्तुमपि न वदामः चेत् अपि किञ्चित् समस्या नास्ति तत्र अभिलाषा नाम तत्र किमपि विवरणं दातव्यं तस्मिन् सन्दर्भे पश्यतु तत्र घटपुस्तकयोः संयोगः जायते घटे विद्यमानः संयोगः अस्ति खलु तस्मिन् विषये किमपि वक्तुम् इच्छामि इति कृत्वा तदा वयं चिन्तयामः एषः संयोगः केवलं घटे एव वर्तते इति केवलं विवरणार्थं नो चेत् तत्र विवरणं सम्यक् रीत्या न कर्तुं शक्नुमः इति कृत्वा तादृशचिन्तनं तस्मिन् समये भवति सौलभ्यार्थं तदा तत्र सौलभ्यार्थं तदा तत्र केवलं तत्र अवधिः इति आरोप्यते तावदेव अस्तु इदानीं पश्यामः अग्रे किं भवति इति आचार्य संयोगे कथं प्रश्नः न उदेति यदा अहं वदामि हस्तस्य संयोगः तर्हि केन संयोगः इति प्रश्नः न उदेति वा न केन संयुक्तः इति भवति सत्यं किन्तु अवधिः नाम किम् अवधिः तत्र पृथक्त्वस्थले अवधिः कथम् उदेति नाम घटः पठात् पृथक् इति वदामश्चेत् पृथक्त्वं कुत्र वर्तते घटे पटे वर्तते वा पृथक्त्वं पटे अवधिः नाम एकः आश्रयः भवति अन्यः अवधिः भवति खलु तथैव तत्र पतनम् अस्ति चेत् तत्र किं भवति नाम तत्र फलं वृक्षात् पतति तत्र पतनक्रिया कस्मिन् अस्ति फले वृक्षे अस्ति वा वृक्षः अवधिः वा आश्रयः वा वृक्षः अवधिः फलं वृक्षात् अवधिः अतः एव वृक्षात् इति अस्ति तथ अतः तत्र पतनक्रिया एकस्मिन् अस्ति एकः आश्रयः यस्मिन् नास्ति सः अवधिः पृथक्त्वं घटे वर्तते घटः आश्रयः पृथक्त्वं पटे नास्ति पटः अवधिः खलु किन्तु संयोगः हस्तपुस्तकयोः संयोगः जायते चेत् तत्र संयोगः हस्ते अपि अस्ति पुस्तके अपि अस्ति संयोगः द्विनिष्ठः गुणः द्विनिष्ठः तर्हि संयोगः संयोगस्य आश्रयः हस्तः अपि आश्रयः पुस्तकमपि आश्रयः तर्हि तत्र कस्मिन् नास्ति इति कथं वक्तुं शक्नुमः तत्र अवधिः इति न भासते आश्रयद्वयमपि आश्रयः आश्रयौ द्वौ अपि आश्रयौ तर्हि अवधिः इति न भासते किन्तु केवलं वयम् आरोपयामः अस्तु घटे तत्र हस्ते विद्यमानः संयोगः यद्यपि सः एव संयोगः पुस्तके अपि वर्तते अस्माकं केवलं चिन्तनमस्ति हस्ते एव एषः संयोगः अस्ति पुस्तके यः संयोगः अस्ति सः संयोगः भिन्नः केवलं चिन्तनम् तदा किं भवति यः संयोगः हस्ते अस्ति सः पुस्तके नास्ति इति आगतं खलु तदा तदा पुस्तकम् इति अवधिः भवति हस्ते विद्यमानसंयोगस्य अपि पुस्तके विद्यमानसंयोगस्य हस्तः अवधिरूपेण स्वीकृतः अत्र नियमेन नास्ति खलु अधिकस्य कः चिन्तनम् किम् अत्र नियतावधिकत्वं नियतावधिकं नाम तत्र तेन संयुक्तः इत्युक्ते तत्र इति तत्र यत्र यत्र तद्विषयकप्रत्ययः भवति तत्र अवधिः भासते नियमेन तदेव नियतावधिकत्वं खलु तर्हि तत्र हस्तः पुस्तकेन संयुक्तः तत्र कः अवधिः खलु तत्र अवधिः इति न वक्तुं शक्नुमः पुस्तकम् अवधिः इति न वक्तुं शक्नुमः यतोहि संयोगः इति द्विनिष्ठः अस्ति समीचीनं खलु भगिनि संयोगे नियतावधिकत्वं नास्ति इति नास्ति नियतावधिकत्वं नास्ति अवधिकत्वम् इति आरोपणम् अस्ति अवधिः इति विषयः भवति किन्तु नियमेन न भवति अतः तत्र विभागस्थले संयोगस्थले नियतावधिकत्वं नास्ति, पृथक्त्वस्थले भेदस्थले पतनस्थले तत्र नियतावधिकत्वम् अस्ति. समीचीनम्. आमाचार्य. हा अस्तु तर्हि अग्रे सरामः. तर्हि तत्र अग्रे हा इदानीं तत्र योगेन्द्रमहोदय हा वदतु महोदय. नरसिंहगिरि धन्यवादः. धन्यवादः महोदय. हा धन्यवादः महोदय. अस्तु हा योगेन्द्रमहोदय इदानीं पठति वा? श्रूयते महोदय? हा श्रूयते महोदय सम्यक्तया. वेदस्य निखिलावधिकत्वं भवति किम्? अत्र स्मर्यताम् निखिल अवधिकत्वम् इत्यस्य निखिलशब्दस्य अत्र कः अर्थः? यदा निखिलशब्दः स्वतन्त्रेण उच्यते स्वातन्त्र्येण उच्यते तदा गगनमात्रम् आयाति, किन्तु अत्र तथा नास्ति. एतादृश सर्वनाम्नाम् ये तथा स्वभावः अस्ति. वाक्यं दृष्ट्वा एव येषाम् अर्थनिर्धारणं कर्तव्यम्. सर्व इति पदं यथा तद्वत् इदं निखिलम्. अत्र अवधिकत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः निखिलपदेन किं विवक्षितम् इति उक्तौ घट अतिरिक्तं यावत् जगति विद्यमानं सर्वं विवक्षितम्. घट अतिरिक्तं यत् तद् औदिकत्वं विवक्षितम् अस्मिन् सन्दर्भे. अस्तु, निखिल औदिकत्वं किं, भेदस्य निखिल औदिकत्वं किम् इति अत्र परिच्छेदः अस्ति. स्मर्यतां निखिल औदिकत्वम् इत्यस्य निखिलशब्दस्य अर्थः कः? सो निखिलशब्दः स्वातन्त्र्येण उच्यते तदा गगनमात्रम् आयाति. साक्षात्तया तु निखिलशब्दस्य प्रायः अर्थः गगनम् इति भवति इति वदति, किन्तु अत्र तथा नास्ति. अत्र सन्दर्भेण निखिलः नाम गगनं भवति आकाशः, परन्तु अत्र निखिलशब्दस्य अर्थः सर्वम् इति अस्ति. अत्र तथा नास्ति, गगनम् इति नास्ति इति अर्थः नास्ति, परन्तु अत्र सर्व इति पदं यथा एतादृश सर्वनाम्ना तथा स्वभावः अस्ति. वाक्यं दृष्ट्वा एव येषाम् अर्थनिर्धारणं कर्तव्यम्. अतः वाक्यं दृष्ट्वा एव तस्य अर्थः किम् इति निश्चयं भवति. सर्व इति पदं यथा तद्वत् इदं निखिलम्. अतः निखिलशब्दस्य अर्थः सर्व इति. तत्र सर्वम् इति वदामश्चेत् तत्र अर्थः भिन्नभिन्न अर्थः भवति वा, अथवा एकः एव अर्थः भवति वा इदानीम्? एकः एव अर्थः भवति निखिल सर्व इति. नाम सर्व इत्युक्ते सर्वं जगत् इति भवति वा? आम्, सर्वं जगत् इति भवति. अत्र प्रकोष्ठे ये जनाः सन्ति ते सर्वे अत्र आगच्छन्तु इति वदामश्चेत् तत्र किम्? प्रकोष्ठे ये जनाः सन्ति ते आगच्छन्ति. हा, अतः सर्वे इत्युक्ते सर्वं जगत् नास्ति खलु? सर्वं, परन्तु जगत् इति तु अतः तत्र अतः तत्र सत्यं नाम सर्वम् इति तत्र विशाल अर्थः अस्ति. सर्वम् इत्यत्र नाम तत्र सर्वे जनाः इति, किन्तु सर्वे जनाः इत्युक्तौ तत्र पर्वतं नास्ति, सर्वे केवलं जनाः एव सन्ति. अतः सर्वम् एव सन्ति. अतः तत्र सर्वम् इति यद्यपि वदामः अस्माकं चिन्तनम् अस्तु सर्वं तत्र किमपि तत्र न विहि तत्र न न सर्वमपि अत्र अस्ति इति, किन्तु तादृशं नास्ति खलु प्रयोगे, प्रयोगानुसारं तत्र अर्थः भिन्नः भवति खलु सर्वस्य. आम् आम् प्रायः सन्दर्भे अस्ति तदा तथैव. अतः एव हा तथैव निखिलशब्दस्य अपि तत्र अर्थ तत्र एकः एव अर्थः इति नास्ति, तत्र सन्दर्भानुसारं तस्य अर्थः तत्र सूक्ष्मरीत्या चिन्तयामश्चेत् अर्थभेदः भवति, स्थूलरीत्या एकः एव अर्थः भवेत् किन्तु सूक्ष्मरीत्या अर्थभेदः भवति इति प्रायशः अत्र उक्तः. एकनिमिषं महोदय, तत्र विमला भगिनी प्रश्नः. आम् महोदय, निखिल इत्युक्ते सर्वम् अथवा समस्तमिति अस्ति, आकाश इति वक्तुं शक्नुमः? तत्र निखिलमिति तस्य अपि एकः अर्थः भवेत् भगिनी, तावदेव. नाम तत्र यतोहि तत्र गगनं नाम सर्वत्र वर्तते इति खलु, नाम तत्र आकाशः इति तत्र सर्वत्र विभुद्रव्यं विभुद्रव्यं खलु. आम् आम्. अतः तत्र निखिलस्य तत्र सर्वत्र इति अर्थे, सर्वत्र वर्तते इति अर्थे अपि प्रायशः भवति इति इति चिन्तनं. अस्तु योगेन्द्रमोदी अग्रे तर्हि तत्र सर्वम् इति पदं यतः तद्वत् इदं निखिलम् अत्र बौद्धिकत्वविषये यस्मिन् वाक्ये निखिलशब्दः निविष्टः निखिलपदेन किं विवक्षितम् इति उक्तौ घट अतिरिक्तं यावत् जगति जगति विद्यमानं सर्वं विवक्षितम्. अतः यथा वयं तु प्रकोष्ठे के के जनाः अस्ति, अतः विवक्षितम् अस्ति यत् प्रकोष्ठे कति जनाः, सर्वे जनाः अस्ति, ते सर्वे बहिः आगच्छन्तु इति विवक्षितम् अस्तु. जगति जगति सर्वे जनाः, सो सर्वे मनुष्याः नाम एव मनुष्याः एव विवक्षितम् अस्ति इत्युक्ते अस्माकम् अस्माकम् उदाहरणे घट अतिरिक्तं सर्वं विवक्षितम् अस्ति. हा अत्र प्रायशः तत्र किमपि तत्र घटभेदः अथवा घट घटभेदः इति मन्ये तत्र, अतः घट अतिरिक्तं यावत् जगति विद्यमानं तत्सर्वं विवक्षितं, नाम सर्वे पदार्थाः इति नास्ति इदानीं निखिलपदस्य, किन्तु एकं नाम घटं विहाय अन्ये सर्वे पदार्थाः इति तत्र तत् सर्वं विवक्षितम्. अतः तत्र निखिलं नाम सर्वे पदार्थाः न, किन्तु एकं पदार्थं विहाय सर्वम् इति. अन्तिमवाक्यमस्ति घट अतिरिक्तं यत् तद् औधिकत्वं विवक्षितम् अस्मिन् अस्माकम् उदाहरणे घट अतिरिक्तं यत् औधिकत्वम् अस्ति तत् विवक्षितम्. नाम घटः इति अवधिरूपेण नास्ति, किन्तु घटं विहाय सर्वम् अवधिरूपेण स्वीकर्तुं शक्नुमः न वा इति प्रश्नः. तर्हि तत्र पूर्वं वयं तत्र पृथक्त्वसन्दर्भे वयं ज्ञातवन्तः, नाम पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति. तत्र अस्माकं चिन्तनं किम् आसीत्, निखिलावधिकत्वं नाम सर्वे पदार्थाः तत्र अवधिसमुदायः अवधिसमुदाये सर्वे पदार्थाः स्युः इति अस्माकं चिन्तनम् आसीत्. अपि तत्र वयं किं दृष्टवन्तः, तत्र घटस्य घटे पृथक्त्वम् अस्ति इत्युक्ते तत्र तस्मिन् पृथक्त्वे घटः अपि नास्ति, कपालः नास्ति, कपालिका अपि नास्ति, खलु कपालिका नास्ति, अन्ये अपि अवयवः अस्ति नास्ति इति. अतः तत्र अविधिसमुदाये अनेके पदार्थाः न सन्ति इति दृष्टवन्तः. अतः तत्र निखिलावधिकत्वं नास्ति इति निर्णयः जातः तत्र. इदानीं वयं तत्र निखिलपदस्य किञ्चित् सूक्ष्मरीत्या चिन्तनं कृत्वा तत्र इदानीं पश्यतु तत्र निखिलावधिकत्वस्य स्थले यदि वयं तत्र घटपृथक्त्वे घटः तत्र घटः घटात् पृथक् इति तु न वक्तुं शक्नुमः खलु. अतः अतः तत्र अवधिसमुदाये यः तत्र घटे विद्यमानः पृथक्त्वम् इति अस्ति तत्र तस्य अवधिसमुदाये घटः तु कदापि न भवति. अतः यदि वयं तत्र निखिलशब्दस्य तत्र सर्वे पदार्थाः इति चिन्तयामश्चेत् तत्र न कस्यापि निखिलावधिकत्वं भवति खलु, यतोहि तत्र पृथक्त्वं कस्मिन् आश्रये अस्ति, सः आश्रयः समुदाये अवधिसमुदाये नास्ति खलु. नाम पृथक्त्वं घटे अस्ति चेत् घटः अवधिसमुदाये पृथक्त्वस्य अवधिसमुदाये नास्ति, तर्हि तत्र न कोऽपि अवधिसमुदायः, सर्वे पदार्थाः तत्र सन्ति इति न वक्तुं शक्नुमः. अतः तत्र किञ्चित् परिवर्तनं कुर्मः इति इदानीं तत्र निखिलशब्दस्य अर्थः किं भवति. एकं पदार्थं नाम आश्रयं विहाय अन्ये सर्वे पदार्थाः सन्ति चेत् निखिलावधिकत्वम् इति स्वीकुर्मः. तर्हि तत्र इदानीं पुनः पश्यामः तत्र पृथक्त्वस्य निखिलावधिकत्वं भवति वा नूतनचिन्तनेन अपि इति चेत्, नाम घटः तत्र अवधिसमुदाये नास्ति, अस्तु त्यजतु घटं त्यजतु, किन्तु अन्ये सर्वे पदार्थाः सन्ति वा अवधिसमुदाये पृथक्त्वस्य इत्युक्ते न, यतोहि कपालः अपि नास्ति खलु तत्र अवधिसमुदाये. परन्तु यदा यत्र आश्रय अस्ति, आश्रयसमुदाय अस्ति, आश्रयसमुदाय विहाय सर्वे अपि पदार्थाः सर्वे अपि अवधि न, किन्तु तत्तु अनेके पदार्थाः भवन्ति, तद् मास्तु, यतोहि तत्र तद् मास्तु इति, केवलम् एकमेव नास्ति इति चिन्तनम् अत्र, एकमेव त्यजामः इति. अतः तत्र यदि आश्रयः साक्षात् आश्रयः आश्रयदेशे अन्ये पदार्थः इति नास्ति, केवलं यः आश्रयः अस्ति तं विहाय यदि अन्ये सर्वे पदार्थाः सन्ति चेत् निखिलम् इति स्वीकुर्मः इति, तदा किं भवति पृथक्त्वस्य तदापि निखिल अवधिकत्वम् इति न भवितुमर्हति, यतोहि घटः अपि अवधिसमुदाये नास्ति, कपालः अपि नास्ति, कपालिका अपि नास्ति, घटपरमाणुः अपि नास्ति, अतः निखिलावधिकत्वं नास्ति. अतः तत्र यद्यपि इदानीं सूक्ष्मचिन्तनं कृत्वा तत्र निखिलपदस्य कः अर्थः इति ज्ञातवन्तः, किन्तु पूर्वं यद् अस्माभिः चिन्तितं नाम पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति, तद् इदानीमपि सत्यमेव अस्ति. समीचीनं वा? समीचीनं महोदय. अस्मिन् विषये कोऽपि प्रश्नः? नाम इदानीं निखिलम् इति पदेन किं विवक्षितम् इत्युक्ते एकं पदार्थं विहाय सर्वे अन्ये पदार्थाः, अन्ये पदार्थाः सर्वे इति, अतः एकं विहाय तत्र घटम् अतिरिक्तम् यत्किमपि भवतु तद् अवधिकत्वं विवक्षितं, नाम अवधिसमुदाये केवलं घटः नास्ति किन्तु सर्वे अन्ये पदार्थाः तत्र सन्ति चेत् तत्र निखिलावधिकत्वम् इति वदामः इति अस्ति अत्र. अस्तु तर्हि, तर्हि अग्रे सरामः. तर्हि तत्र चन्द्रमती भगिनी अग्रे पठति वा? महोदय, एतावता अस्माभिः दृष्टं यत् पृथक्त्वस्य निखिलावधिकत्वं नास्ति, संयोगस्य वियोगस्य च एवमेव निखिलावधिकत्वं नास्ति. अधुना भेदस्य का गतिः, भेदस्य निखिलावधिकत्वं भवति वा? पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल. इदानीम् अस्माभिः दृष्टम् अस्ति पृथक्तस्य भेदस्य पृथक्तस्य संयोगस्य वियोगस्य च निखिलावधिकत्वं नास्ति इति. निखिलावधिकत्वं स्वस्मिन् अवयव विहाय अन्यत्र सर्वत्र अस्ति, अतः निखिलावधिकत्वम् इति वक्तुं नास्ति. अतः पृथक्त्वे निखिलावधिकत्वं नास्ति. विभागे अपि तादृशमेव, संयोगे अपि निखिलावधिकत्वं नास्ति. अधुना भेदस्य का गतिः इति वयं पश्यामः. भेदस्य निखिलावधिकत्वं भवति वा इति प्रश्नः. पूर्वम् अस्माभिः दृष्टं यत् प्रतियोगिनं विहाय भेदः सर्वत्र भवति किल. अत्रापि प्रतियोगिनं विहाय भेदः सर्वत्र भवति इति पूर्वं दृष्टम्. हा, नाम इदानीं तत्र उदाहरणं स्वीकुर्मः. तत्र घटभेदः, घटस्य अभावः, अन्योन्य अभावः, घटभेदः पटे वर्तते, पटे वर्तते खलु. हा, घटभेदः तत्र पुस्तके वर्तते वा? पुस्तके वर्तते. इदानीं घटभेदः कपाले वर्तते वा? घटभेदः कपाले अपि वर्तते घटभेदः खलु, यतोहि घटः कपालः न, कपालः नास्ति. हा, घटः कपालात् पृथक् इति न वक्तुं शक्नुमः, किन्तु घटः पट्टात् भिन्नः इति तु वक्तुं शक्नुमः. कपालात् भिन्नम् इति अपि वक्तुं शक्यते. हा, घटः. अतः तत्र अन्योन्यभावः, तत्र घटं विहाय सर्वत्र भवति खलु, भेदः सर्वत्र भवति. हा, तर्हि तत्र घटं विहाय, तत्र घटस्य अन्योन्याभावः इति अस्ति. तस्य अन्योन्याभावस्य प्रतियोगी कः अत्र? तदेव घटः एव, घटः एव. अतः प्रतियोगिनं विहाय, प्रतियोगी अस्ति घटः, प्रतियोगिनं विहाय, घटं विहाय सर्वत्र भवति इति वयं जानीमः खलु. अतः तत्र भेदस्य निखिलावधिकत्वं भवति अथवा न भवति? भेदस्य निखिलावधिकत्वं भवति, भवति. यतोहि घटं विहाय अवधिसमुदाये प्रयोजनं घटः एव नास्ति, अन्ये सर्वे पदार्थाः तत्र सन्ति इति अस्ति. अस्तु, समीचीनं. अग्रे पठतु, अग्रे पठतु भगिनि. पृथक्त्वं न तथा, पृथक्त्वाश्रय भूतखडं विहाय तद् अवधिकत्वं, तत्तद् अवधिकत्वं, तत्तद् अवधिकत्वं खड पृथक्त्वे अस्ति इति नास्ति. खडः स्वस्मात् पृथक् इति न भवति इति तु जानीमः एव. नाम पृथक्त्वम् अधिकृत्य खडस्य स्वस्य अवधिकत्वं नास्ति, किन्तु खडं विहाय सर्वस्मिन् जगति खडपृथक्त्वं प्रति अवधिकत्वं भवति वा? पृथक्त्वं न, इदानीं वयं भेदस्य विषये उक्तम्. इदानीं पृथक्त्वं न तथा, पृथक्त्व आश्रयभूतखडं विहाय तदवधिकत्वं खडपृथक्त्वे अस्ति, पृथक्त्व आश्रयभूतं खडम् इदानीं खडमस्ति चेत् पृथक्त्व आश्रयभूतं खडं विहाय तत्तत् अवधिकत्वं खड पृथक्त्वे अस्ति खडपृथक्त्वे पृथक्त्व आश्रयपूर खडं विहाय खडपृथक्त्वम् अन्यत्र सर्वत्र अस्ति इति तत्र अवधिकत्वम् अवधिकत्वं तत्र गते विद्यमानपृथक्त्वं तत्र तत्पृथक्त्वम् अन्यत्र न भवति खलु पृथक्त्वाश्रयभूतखण्डं विहाय पृथक्त्व आश्रयभूतखण्डं विहाय तत्तत् अवधिकत्वं खडपृथक्त्वे अस्ति इति नास्ति तर्हि कः अर्थः खड पृथक्त्वाश्रयभूतपृथक्त्वं खड खडस्य अवयवे नास्ति न न न तत्र न न भगिनि तत्र सोपानेन गच्छतु तत्र नो चेत् तत्र मनसि क्लेशः भवति तत्र अस्ति इति क्रियापदं खलु अस्ति इति क्रिया अस्ति इति नास्ति किन्तु इति नास्ति इति त्यजतु इदानीं तत्र नास्ति इति त्यजतु किं किं नाम किमपि सत्यं नाम किमपि वाक्यम् अस्ति तद् वाक्यं सत्यं नास्ति खलु किन्तु वाक्यस्य अर्थः कः इति पश्यामः तत्र किमपि अस्ति तत् कुत्र अस्ति पृथक्त्वाश्रयभूतखडं विहाय तत्तत् अवधिगत्वं खडपृथक्त्वे अस्ति खडपृथक्त्वे अस्ति इति तर्हि तत् किमपि अस्ति तत् कुत्र अस्ति खडपृथक्त्वे अस्ति तर्हि यद् यस्य विषयः अस्ति सः घटपृथक्त्वे अस्ति घटपृथक्त्वम् इति आश्रयः खलु सप्तमी आश्रयः घटपृथक् किमपि अस्ति घटपृथक्त्वे किमपि अस्ति इति उक्तं खलु घटपृथक् एकनिमिषः एकनिमिषः सोपानेन तत्र घटपृथक्त्वे किमपि अस्ति किम् अस्ति घटपृथक्त्वे अवधिकत्वम् अस्ति अस्तु अवधिकत्वं घटपृथक्त्वे अस्ति इदानीं कीदृशम् अवधिकत्वम् तत् अवधिकत्वम् अर्थः कः विषय तत् पृथक्त्व आश्रयभूतं खण्डं विहाय पृथक्त्वमेव तत्तत् अवधिकत्वं पृथक्त्वस्य अवधिकत्वमेव पृथक्त्वस्य अवधिकत्वं अतः घटे तत्र चित्रं कुर्मः तर्हि तत्र घटः अस्ति घटे पृथक्त्वम् अस्ति पृथक्त्वमस्ति अस्तु पृथक्त्वं घटे अस्ति अस्तु इदानीं तत्र तत्र इदानीं तत्र पृथक्त्वस्य अवधिः कः कः भवितुम् अर्हति इति प्रश्नः तत्र घटः इति अवधिः भवितुम् अर्हति वा घटः इति अवधिः भवितुम् अर्हति वा पृथक्त्वस्य घटः अवधिः भवति वा पृथक्त्वस्य अवधिः भवति वा पृथक्त्वस्य अवधिः भवति वा कदा अवधिः भवति नाम तत्र यदि वयं वदामः पटः अवधिः रूपेण स्वीकर्तुं शक्यते कार्यद्वयं द्रव्यद्वयम् अत्र आवश्यकं हा घटः पटात् पृथक् इति अस्ति चेत् तत्र अवधिः कः अवधिः पटः आश्रयः घटः किन्तु अवधिः पटः हा अतः किन्तु तत्र घटः घटात् पृथक् इति नाम स्वस्मात् पृथक् इति वक्तुं शक्नुमः वा न अतः अतः पृथक्त्वस्य आश्रयभूतघटं नाम अनेके घटाः सन्ति लोके खलु घटः घटात् पृथक् इति वक्तुं शक्नुमः यतोहि एषः घटः अन्यः घटः खलु किन्तु अतः घटः घटात् पृथक् इति तु वक्तुं शक्नुमः किन्तु अत्र घटस्य विशेषणमेव पृथक्त्वा आश्रयभूतघट अत्र हा केवलम् एतत् एषः घटः यः अस्ति यस्मिन् पृथक्त्वस्य विषये चर्चा भवति सः घटः अवधिरूपेण न स्वीकर्तुं शक्नुमः किन्तु अन्ये घटाः अवधिरूपेण भवन्ति खलु अस्तु अस्तु अस्तु आश्रयभूतघटं तं विहाय अन्ये सर्वे पदार्थाः ये सन्ति लोके तत् तद् अवधिकत्वं घटपृथक्त्वे अस्ति नाम घटं विहाय तत्र पुस्तकं वा पटः वा भूतलं वा लेखनी वा तत्सर्वं तस्य अवधिकत्वं पृथक्त्वे अस्ति चेत् तत्र अस्ति इति वाक्यं वाक्यस्य अर्थः किन्तु तादृशं नास्ति समुदाये वाक्यस्य अर्थः कः वाक्यस्य अर्थः घटस्य पृथक्त्वे केवलम् एकः पदार्थः नास्ति नाम घटः एकः घटः नास्ति तस्मिन् अवधिसमुदाये पृथक्त्वस्य घटपृथक्त्वस्य अवधिसमुदाये एकः पदार्थः नास्ति सः कः इत्युक्ते एकः घटः कः घटः पृथक्त्वस्य आश्रयभूतघटः एव अत्र नास्ति इति अर्थः तत्र किन्तु तत् सत्यं नास्ति यतोहि अवधिसमुदाये अन्ये बहु हा अतः अग्रे इदानीम् अगः अग्रे खडः खडः सुस्मात् पृथक् इति न भवति इति तु जानीमः जानीमः एव नाम खडः स्वस्मात् पृथक् इति एवं जानीमः नाम पृथक्त्वम् अवधिकृत्य खडस्य नाम पृथक्त्वम् अधिकृत्य खडस्य स्वस्य अवधिगत्वं अवधित्वम् अपि अवधित्वं भेदः कः भगिनि तत्र क्लेशः मास्तु तत्र उदाहरणं पश्यामः नाम तत्र घटः पठात् पृथक् इति वदामः चेत् तत्र पृथक्त्वस्य आश्रयः कः खडः अवधिः पठः अवधिकः अथवा अवधिकम् अवधिकं पृथक्त्व पृथक्त्वं पृथक्त्वम् अवधिकं तर्हि पठः अवधिः पृथक्त्वम् अवधिकं पटः अवधिः इति कृत्वा अवधित्वं कुत्र भवति अवधित्वं खडे अवधित्वं घटे कथं भवति घटः पटात् पृथक् इत्यत्र घटः अवधिः वा खडः आश्रयः भगिनी नाम पुस्तकत्वं कुत्र भवति पुस्तके पुस्तके एव खलु अवधित्वं कुत्र भवेत् पृथक्त्वे न अवधित्वं पुस्तकत्वं पुस्तके भवति तथैव अवधौ एव तत्र अवधिः कः अवधिः अत्र पटः पटः तर्हि पटे अवधित्वम् अस्ति खलु खलु अस्तु अवधित्वं कुत्र अस्ति अत्र पटे अवधिकत्वं कुत्र अस्ति अवधिकत्वं पृथक्त्वे अस्ति वा अस्तु तर्हि भेदः मनसि स्पष्टतया भवेत् अवधिः इति भिन्नः अवधिकम् इति भिन्नः भिन्नं खलु यत्र अवधित्वम् इति उक्तं तत्र अवधिकत्वम् इति न वक्तुं शक्नुमः अस्तु अस्तु अवधित्वं पटे अवधिकत्वं पृथक्त्वे अवधित्वं पटे पटे अवधित्वं पटे आश्रयत्वं खडे अवधित्वं पठे अवधिकत्वं पृथक्त्वे हा उत्तमम् इदानीं समीचीनम् अतः उत्तमं भगिनि अतः पृथक्त्वम् अधिकृत्य नाम पृथक्त्वस्य विषये पृथक्त्वं यत्र भवति तत्र घटस्य स्वस्य अवधित्वं नास्ति नाम घटः अवधिः इति न वक्तुं शक्नुमः अवधिकत्वं कुत्र अस्ति अवधिकत्वं पृथक्त्वस्य अस्ति किन्तु स्वस्य अवधित्वं नास्ति अवधित्वं खलु घटस्य स्वस्य अवधित्वं नास्ति इदानीं किन्तु घटविहाय सर्वस्मिन् जगति घटपृथक्त्वम् अस्ति प्रति अवधित्वं भवति वा इदानीं प्रश्नः खडं विहाय सर्वस्मिन् जगति खडपृथक्त्वं प्रति अवधित्वं भवति वा इति प्रश्नः अवधित्वम् अवधित्वम् अत्र खडे खडपृथक्त्वं प्रति अवधित्वं पटे अस्ति खलु अवधित्वं पटे अस्ति घटपृथक्त्वं अवधित्वं पटे अस्ति खलु अस्तु खडं विहाय अन्येषु खडं विहाय अन्येषु पदार्थेषु अस्ति वा भवति वा अवधित्वं भवति वा इति प्रश्नः किन्तु किं चिन्तयति खडं भवति इति खडपृथक्त्वं अवधि खडसम्बन्धि अवयवेषु अवयवेषु उत्तमम् तर्हि तत्र कपालः घटस्य अवयवः कपालः तर्हि तत्र कपाले तत्र घटपृथक्त्वं प्रति अवधित्वम् अस्ति वा कपालस्य न खलु अतः तत्र पृथक्त्वे अतः तत्र अतः एव तत्र उक्तं पृथक्त्व आश्रयभूतघटं विहाय तत्तद् अवधिकत्वं घटपृथक्त्वे अस्ति इति नास्ति यतोहि तत्र केवलं घटं विहाय सर्वस्मिन् जगति घटपृथक्त्वं प्रति अवधित्वं भवति वा न भवति यतोहि अत्र केवलं घटं विहाय न कपालं विहाय कपालिकां विहाय इति वदामश्चेदेव तत्र तत्र समीचीनं भवति अतः तत्र समुदाये अवधिसमुदाये केवलं घटः नास्ति इति स्थितिः न घटं घटः अपि नास्ति कपालः नास्ति कपालिका अपि नास्ति अतः तत्र अतः तत्र बहु किमपि नास्ति अतः तत्र निखिलावधिकत्वं पृथक्त्वस्य नास्ति इति एतावत् उक्तं तर्हि तत्र नूतन तत्र सूक्ष्मचिन्तनयापि तत्र निखिलावधिकत्वं पृथक्त्वस्य न भवति अतः इदानीं तत्र भेदस्थले निखिलावधिकत्वम् अस्ति इति जातं किन्तु पृथक्त्वस्य निखिलावधिकत्वं नास्ति इति वयं ज्ञातवन्तः एतावत् अस्तु तर्हि अत्रैव समापयामः समीचीनम् अस्ति धन्यवादः अग्रिमे सप्ताहे मिलामः तर्हि नमस्कारः धन्यवादः धन्यवादः धन्यवादः नमस्कारः धन्यवादः महोदय नमस्कारः धन्यवादः नमस्कारः